उत्तमं, तर्हि इदानीं पृथक्त्वम् इति गुणनिरूपणे स्मः वयम्. अत्र संयोगस्य विषये किञ्चित् चर्चां कृत्वा अत्र संयोगः इति यः गुणः अस्ति तं स्वीकृत्य तेन आधारेण पृथक्त्वम् अपि च भेदः तयोः मध्ये वैलक्षण्यं किम् इति पश्यन्तः स्मः वयं. तर्हि अत्र अस्माकं नूतनकरपत्रम् अस्ति संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति. अत्र प्रथमम् एकं पदम् आगतं खलु, पृथक् पृथगाश्रय आश्रितौ इति. तर्हि पृथगाश्रय आश्रितौ इत्युक्ते किम् इति कोऽपि वक्तुं शक्नोति वा? सुनील् महोदय. अत्र अत्र द्रव्यद्वयम् अस्ति अस्मिन् उदाहरणे पक्षी च वृक्षः. अत्र पक्षी वृक्षे उपविशति, अतः तत्र हस्तवृक्षयोः संयोगः भवति. अत्र तु वृक्षस्य आधारः आश्रयः भिन्नः, पक्षिणः अपि भिन्नः. अतः भिन्नः इत्युक्ते कः? वृक्षस्य आश्रयात् भिन्नः. क्षम्यताम्, अहं न शृणोमि. इदानीं श्रोतुं शक्नोति वा? इदानीं शृणोमि. न मम प्रश्नः आसीत्, वृक्षस्य आश्रयः भिन्नः, पक्षिणः आश्रयः भिन्नः इति उक्तवान् खलु महोदय. तर्हि भिन्नः इत्युक्ते कः इति मम प्रश्नः. अत्र वृक्षस्य आश्रयः तु तस्य अवयवः एव. सम्यक्. पक्षिणः तु वृक्षस्य अवयवात् भिन्नः, अतः तत्र भेदः. पक्षिणः अवयवः कः? अत्र इदानीं कः अस्मिन् उदाहरणे हस्तः इति. न, पक्षिणः आश्रयः कः? तस्य आश्रय. तर्हि वृक्षस्य अवयव आश्रयः अस्ति तस्य अवयवः, पक्षिणः आश्रयः अस्ति तस्य अवयवः. इत्युक्ते स्व अवयवे स्थितौ खलु द्वौ अपि. द्वौ अवयवौ भिन्नौ इति स्तः, अतः तत्र एतादृशवाक्यं वयं वदामः. तर्हि पृथगाश्रय आश्रितौ इत्युक्ते किम्? अत्र वृक्षस्य आश्रयत्वं पक्षिणः आश्रयत्वात् भिन्नौ. भिन्नौ इति नास्ति खलु अत्र? अत्र भिन्नौ इति विषयः नास्ति. अत्र किम् अस्ति, पृथक् आश्रय, तदेव अस्माकं प्रमुखविषयः खलु. तत्र पृथक् आश्रय आश्रितौ इत्युक्ते किम्? अत्र आश्रयत्वं पृथक् अस्ति इत्युक्ते पृथक् अस्ति तदेव इति. तत्र भिन्न, तत्र प्रथमपरिच्छेदं पश्यतु, अत्र भिन्नः इति पदमेव नास्ति वस्तुतः. तत्र पृथक् इत्येव अस्ति, इदेव इति एव अस्माकं प्रमुखविषयः खलु. तर्हि पक्षिणः अवयवः पृथक्, वृक्षस्य अवयवः पृथक् इत्युक्ते पक्षिणः अवयवः पृथक्त्ववान् अपि च वृक्षस्य अवयवः अपि पृथक्त्ववान् खलु. तस्मिन् अवयवे आश्रितः अस्ति पक्षी अपि च वृक्षः इति कृत्वा पृथक् आश्रय आश्रितौ इत्युक्ते वृक्षपक्षिणौ इत्युक्ते आश्रितौ इत्युक्ते वृक्षः अपि च पक्षी इति नास्ति खलु, इत्युक्ते पृथक् आश्रये आश्रितः इत्येव पक्षी अपि च वृक्षः. अत्र द्वितीया भवति किल आश्रितौ इति, अतः द्विवचनं खलु. क्षम्यता, द्विवचनं, क्षम्यता. सत्यं सत्यम्. अस्तु, तर्हि तदनन्तरं तत्र घटकपालयोः मध्ये मध्ये तथाविध पृथकाश्रय आश्रितत्वं नास्ति इति एकं वाक्यमस्ति खलु, इत्युक्ते किं रामप्रिया भगिनी भवती किञ्चित् वक्तुं शक्नोति वा, तत्र घटभूतलयोः अपि च घटकपालयोः तयोः मध्ये भेदः कः? घटभूतलयोः घटकपालयोः घटकपालयोः अवयव अवयविनोः सम्बन्धः अस्ति. अत्र तु पृथक् आश्रय आश्रितत्वं नास्ति. किमर्थम् इत्युक्ते घटः कपालम् आश्रित एव विनाशपर्यन्तं तिष्ठति इति. अत्र कर्मजः वा संयोगजः वा, कर्मजः संयोगः संयोगजः संयोगः न भवति घटकपालयोः मध्ये. घटभूतलयोः मध्ये पृथग् आश्रय आश्रितत्वम् अस्ति, अत्र संयोगः सम्भवति. तर्हि अत्र वाक्यमस्ति खलु घटकपालयोः मध्ये तथाविधं पृथकाश्रय आश्रितत्वं नास्ति इति, इत्युक्ते तथाविध पृथकाश्रय आश्रितत्वम् इत्युक्ते किम्? तथाविध इत्युक्ते यदा कपालभूतलयोः मध्ये एतद् पृथकाश्रय आश्रितत्वम् अस्ति तदाविधं घटकपालयोः मध्ये नास्ति. सम्यक्. तर्हि इत्युक्ते तत्र घटभूतलयोः मध्ये यत् पृथकाश्रय आश्रितत्वम् इति भावः अस्ति तत्तु घटकपालयोः मध्ये नास्ति इति कृत्वा तत्र कर्मजः वा संयोगजः वा संयोगः न भवति एव. सम्यक्. तर्हि अग्रे भवती एव पठति वा तत्र. अत्र गम्भीरतया संयोगः कुत्र कुत्र भवति इति विषये अस्माकं परिशीलनं साधितम्, परन्तु अन्ततः कं विषयं लक्षीकृत्य इयं सर्वा चर्चा जाता? पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयमेव लक्षीकृत्य. पृथक्त्वं भेदस्य भिन्नौ स्तः अथवा समानौ स्तः इत्यस्य निश्चयार्थम् एतत् सर्वं संयोगसम्बन्धविषयम् अधीतवन्तः. तर्हि संयोगस्य पुनः पृथक्त्वभेदयोः परस्परवैलक्षणस्य वैलक्षण्यस्य एकस्य अपरेण सह कः सम्बन्धः? भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः, स च निरासः कुत्र? अस्मिन् लक्षीकृतविषये न किमपि उक्तम्, अधुना उच्यते. वयं पूर्वं संयोगः कुत्र कुत्र भवति इति वयं परिशीलितवन्तः, परन्तु अन्ततः कं विषयं लक्षीकृत्य इयं सर्वा चर्चा जाता इत्युक्ते विषयः कः, संयोगः किमर्थं वयं परिशीलनं कृतवन्तः इति विषये, विषयः कः इत्युक्ते पृथक्त्वभेदयोः परस्परवैलक्षण्यं, पृथक्त्वं भेदः तयोः मध्ये परस्परवैलक्षण्यं किम् इति विषयमेव अस्माकं लक्ष्यम् अस्ति. पृथक्त्वं भेदः भिन्नः भिन्नः वा समानः वा इति वयं निश्चयार्थमेव संयोगस्य विषये वयं पूर्वं पठितवन्तः. तर्हि संयोगस्य पुनः पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य एकस्य अपरेण सह कः सम्बन्धः? संयोगस्य पृथक्त्वयोः वा संयोगस्य भेदयोः किं कः सम्बन्धः इति, एकस्य अपरेण सह कः सम्बन्धः अस्ति इति इदानीं वयं परिशीलयामः. भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः, तदेव पुस्तके अस्ति तद् वाक्यं, लक्ष्यवाक्यं भेदः एव पृथक्त्वस्य इति आक्षेपस्य निरासः इति. नवीननैयायिकाः मतं किल? सत्यम्. तस्य मतमस्ति तत्. अस्मिन् लक्ष्यीकृतविषये न किमपि उक्तं, वयं तद्विषये किमपि न तद्विषये किमपि न उक्तम् अधुना उच्यते, इदानीमेव वयं तस्य विषये परिशीलयामः इति अस्ति. इत्युक्ते एतावत् पर्यन्तं तत्र संयोगस्य विषये किञ्चित् पृष्टवन्तः, तत्सर्वं कृतवन्तः, परन्तु अस्माकं मूल विषयः आसीत् तत्र भेदः एव पृथक्त्वम् इत्यस्य निरासः. इत्युक्ते भेदः एव पृथक्त्वम् इति नवीननैयायिकानां मतं, तस्य निरासः इति आक्षेपस्य निरासः इति तत्र देवदत्तमहोदयः करोति खलु. तर्हि तस्य विषये किमपि एतावत्पर्यन्तं न दृष्टवन्तः, तत्र निरासः कः, कुत्र अस्ति इति एतत् सर्वं वयं न अधीतवन्तः. तदेव इदानीम् अग्रे उच्यते इति वक्ष्यमाणम् अस्ति तत् इति इत्येव अस्ति. अग्रे पठतु भगिनि. एतावता अस्माभिः दृष्टं यत् पृथक्त्वभेदयोः स्थले प्राचीनानां मतं भिन्नं, पुनः नव्यनैयायिकानां मतं भिन्नम्. प्राचीननैयायिकानां मतम् अनुसृत्य पृथक्त्वं गुणत्वात् नव द्रव्यवृत्तिः नाम गुणे सति द्रव्यभिन्नेषु पदार्थेषु न भवति. घटः पटात् पृथक् इति प्रतीतौ पृथक्त्वरूपगुणः घटे भवति, किन्तु रूपः घटात् पृथक् इति प्रतीतौ वस्तुतः रूपस्य गुणत्वात् पृथक्त्वरूपगुणः तस्मिन् न अर्हति, अपि तु रूपं घटात् पृथक् इति वाक्येन घटभेदः रूपे वर्तते इत्येव पर्यवसितं, यतोहि गुणाः द्रव्येषु एव न तु गुणेषु. किन्तु भेदः तु सर्वपदार्थवृत्तिः, सर्वेषु सप्तसु पदार्थेषु विद्यमानः अयम् अन्योन्य अभावः. वयं अस्माभिः एतावता किं दृष्टम् इत्युक्ते पृथक्त्वभेदयोः स्थले प्राचीनानाम् एकं मतम् अस्ति, नव्यनैयायिकानां मतं भिन्नम् अस्ति इति. प्राचीनानां किं वदति इत्युक्ते अनुसृत्य पृथक्त्वं प्राचीननैयायिकानां मतम् अनुसृत्य पृथक्त्वं गुणत्वात् नवद्रव्यवृत्तिः नाम गुणे सति द्रव्यभिन्नेषु पदार्थेषु न भवति. ते वदति पृथक्त्वं नवद्रव्यवृत्तिः इत्युक्ते नवद्रव्येषु अस्ति इति, नाम गुणे सति एकक्षणं पृथक्त्वं गुणत्वात् नवद्रव्यवृत्तिः इत्युक्ते अर्थः कः तत्र? गुणत्वात् पञ्चमी पृथक्त्वम् अपि एकः गुणः, तस्मात् नवद्रव्यवृत्तिः नवद्रव्येषु पृथक्त्वं वर्तते इति. सत्यं. तर्हि परन्तु गुणः इत्यस्मात् किमर्थं नवद्रव्यवृत्तिः इति अथवा द्रव्यवृत्तिः? गुणः द्रव्येषु वर्तते इति सर्वे द्रव्येषु गुणः वर्तते, पृथक्त्वम् इति गुणः सर्वे द्रव्येषु वर्तते इति वा? तर्हि पृथक्त्वं तत्र सर्वे गुणाः सर्वे द्रव्येषु वर्तते वा? सर्वे गुणाः न किल, पृथक्त्वम् इति गुणः सर्वे द्रव्येषु वर्तते वा? हा उत्तमं, तर्हि तत्र पृथक्त्वम् इति गुणः अस्ति, गुणः इति कृत्वा द्रव्ये एव भवति, अन्यत्र कुत्रापि न, खलु? तदस्ति प्रथमं, तदनन्तरं पृथक्त्वम् इति गुणः सर्वे द्रव्ये वर्तते इति कृत्वा नवद्रव्यवृत्तिः इत्युक्ते पृथक्त्वम् इति गुणः इति कृत्वा केवलं द्रव्ये भवति, अन्यपदार्थेषु तु न भवति. भिन्नेषु पदार्थेषु न भवति, आम्, नाम गुणे सति, आम्, गुणः अस्ति पृथक्त्वम्, अतः तद् द्रव्येषु एव भवति, अन्यपदार्थेषु न भवति. परन्तु तत्तु सर्वे गुणाः तदेव किल? हा सत्यं, तत्र इदानीम् अत्र अस्माकं विषयः कः? पृथक्त्वम् अपि च पृथक्त्वं भिन्न भेदः. तदर्थमेव एतत् सर्वम् आगच्छति. तर्हि अग्रे पठतु. घटः पटात् पृथक् इति प्रतीतौ पृथक्त्वरूपगुणः घटे भवति, किन्तु रूपः रूपघटात् पृथक् इति प्रतीतौ वस्तुतः रूपस्य गुणत्वात् पृथक्त्वरूपगुणः तस्मिन् न अर्हति. यदा वयं घटः पटात् पृथक् इति आकारः स्वीकुर्मः चेत् तत्र पृथक् इति गुणः घटे भवति, घटः द्रव्यं पृथक् इति गुणः तस्मिन् भवति इति. किन्तु रूपः घटात् पृथक् इति तद् आकारः स्वीकुर्मः चेत् तत्र रूपः रूपमपि गुणः पृथक् अपि गुणः तद् रूपस्य पृथक्त्वं रूपे न कदापि न भवति इति अस्ति. रूपस्य गुणत्वात् पृथक्त्वरूपगुणः तस्मिन् न अर्हति, तत् कदापि तद् न भवति, गुणः गुणे इति न अर्हति इति. अपि तु रूपं घटात् पृथक् इति वाक्येन घटभेदः रूपे वर्तते इत्येव पर्यवसितम्, यतोहि गुणः द्रव्येषु एव न तु गुणेषु. तदेव रूपं घटात् पृथक् इति वाक्ये यदा वयं तद्वाक्यं स्वीकुर्मः चेत् घटभेदः रूपे वर्तते इति एव अवगन्तुं शक्नुमः. किमर्थम् इत्युक्ते गुणः गुणेषु न वर्तते, द्रव्येषु एव वर्तते इति. घटः पटात् पृथक् इति पदे कः पृथक्? घटः पृथक्. घटः पृथक् कस्मात् पृथक् इत्युक्ते पटात् पृथक्, पटात्. परन्तु रूपं घटात् पृथक् इति वदामः चेत् तत्र रूपे, तर्हि क्षम्यतां, प्रथमं घटः पटात् पृथक् इति तत्र घटः पृथक् इति आगच्छति चेत् घटे पृथक्त्वं खलु, तर्हि घटे पृथक्त्वम् इति गुणः अस्ति इति कृत्वा घटः पृथक् इति वक्तुं शक्नुमः. परन्तु रूपं घटात् पृथक् इति स्थितौ अत्र रूपं पृथक् इति वदामः चेत् रूपे पृथक्त्वम् इति आगच्छति, तत्तु न भवति, यतोहि रूपम् इति अपि गुणः, पृथक्त्वम् इति अपि गुणः, गुणः तु गुणे न भवति इति वयं जानीमः. तर्हि यदा रूपं घटात् पृथक् इति आकारः अस्ति चेत् अत्र वस्तुस्थितिः का अत्र वस्तुतया तत्र? हा वदतु भगिनि. घटभेदः रूपे वर्तते इति एव अवगन्तुं शक्नुमः. अवगन्तुं शक्नुमः, यतोहि भेदः इति पदार्थः तु सर्वपदार्थवृत्तिः खलु. भेदः इत्युक्ते अन्योन्यभावः, वयं पूर्वं तत् पठितवन्तः. अभावः तु सर्वपदार्थवृत्ति इति कृत्वा तत् सर्वत्र भवितुं शक्नोति. अस्तु अग्रे पठतु भगिनि. अस्य उत्तरे नव्यनैयायिकैः उक्तं यत् भेदस्य सर्वपदार्थवृत्तित्वात् यत्र गुणत्वात् पृथक्त्वं गुणे न सम्भवति तत्र भेदः भवति. पुनः यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते तत्र तस्मिन्नेव अर्थे भेदोऽपि भवति इति कृत्वा सर्वत्र भेदः एव भवतु. तथा कथितगुणरूपिणः पृथक्त्वस्य का आवश्यकता? सर्वं भेदः एव. यदा इदानीं नव्यनैयायिकानां उत्तरमस्ति भेदः तु सर्वपदार्थवृत्तित्वम् अस्ति भेदः. यत्र गुणत्वात् पृथक्त्वं गुणे न सम्भवति तत्र भेदः भवति. पृथक्त्वम् इति गुणः यत्र न भवति सम्भवति तत्र भेदः भवति इति इत्युक्ते किम्? सर्वपदार्थवृत्तित्वम् अस्ति भेदः. यत्र यदा वयं दृष्टवन्तः इदानीं रूपं घटात् पृथक् इति न सम्भवति तत्र घटभेदः रूपे वर्तते इति वयं स्वीकुर्मः चेत् तत्र भेदः एव वयं सम्भवति पृथक्त्वं न सम्भवति इति. तदेव किल? हा तदेव सम्यक्. इत्युक्ते यत्र घटः पटात् पृथक् इति अस्ति चेत् तत्र घटे पृथक्त्वम् इति गुणः भवति इत्युक्ते द्रव्ये गुणः भवति इति कृत्वा अत्र पृथक् पृथक्त्वम् इति गुणः स्वीकृतः. परन्तु रूपं घटात् पृथक् इति आकारः अस्ति चेत् रूपे पृथक्त्वं न सम्भवति इति कृत्वा अत्र तु यद्यपि रूपं घटात् पृथक् इति उक्तं तथापि तत्र वस्तुतः पृथक्त्वम् इति रूपे नास्ति परन्तु घटभेदः एव रूपे इति तत्र भेदेन एव निर्वाहः कृतः खलु. तर्हि एतदासीत् प्राचीननैयायिकानां मतं. तर्हि नव्यनैयायिकाः किं वदन्ति? ते वदन्ति तर्हि भवतु अत्र एक वाक्यं तु द्वयमपि समानं दृश्यते इत्युक्ते घटः पटात् पृथक् रूपं घटात् पृथक् इति द्वयं वाक्यद्वयमपि समानं दृश्यते. तर्हि एकस्मिन् वाक्ये पृथक्त्वेन निर्वाहः अन्यस्मिन् वाक्ये तु भेदेन निर्वाहः इति किमर्थं स्यात्? द्वयोः स्थलयोः अपि भेदः एव भवतु. पृथक्त्वम् इति गुणस्य आवश्यकता एव नास्ति. भेदः एव भवतु द्वयोः स्थलयोः अपि भेदेन एव निर्वाहं कर्तुं शक्नुमः इति तेषां मतम्. तर्हि तत्र वाक्यम् इति एकवारं पुनः पठित्वा तत्र भवती यदवगच्छति तद् वदतु तदनन्तरम् अग्रे सरेम. भेदस्य सर्वपदार्थवृत्तित्वात् यत्र गुणत्वात् पृथक्त्वं गुणे न सम्भवति तत्र भेदः भवति. पुनः यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते तत्र तस्मिन्नेव अर्थे भेदोऽपि भवति इति कृत्वा सर्वत्र भेदः एव भवतु. तथा कथितगुणरूपिणः पृथक्त्वस्य का आवश्यकता? सर्वे भेदः एव. यदा भवती उक्तवती भेदः सर्वपदार्थवृत्तिः अस्ति यत्र पृथक्त्वम् इति वयं न स्वीकुर्मः यदा वयं तद् पदं न स्वीकुर्मः तत्र भेदः एव आगच्छति. परं अतः किमर्थं पृथक्त्वं भेदः इति भिन्नभिन्न भिन्नभिन्नपदार्थः वा गुणः क्षम्यतां किमर्थं भेदः गुणः न भिन्नभिन्न अकारः वा पदार्थः यद् भवती पूर्वम् उक्तवती तदेव खलु खेदः इति अपि पदार्थः पृथक्त्वम् इति गुणः गुणः अपि पदार्थः पदार्थः भिन्नभिन्नपदार्थः किमर्थम् एकमेव स्वीकुर्मः इति अस्ति तथा कतिपयरूपिणः इत्युक्ते कतिपगुणरूपिणः पृथक्त्वस्य का आवश्यकता कथित इत्युक्ते उक्तम् इति वदनम् इति तथाविध कथितम् इति वा हा इत्युक्ते तत्र सोकाल्ड् इति वदामः खलु तदेव तथा कथित तथा कथित इत्युक्ते तादृश गुणरूपिणः इत्युक्ते गुणरूपिणः पृथक्त्वस्य गुणरूपपृथक् गुणरूपी पृथक्त्वं खलु इत्युक्ते गुणः गुण पृथक्त्वं नाम गुणः तस्य आवश्यकता का इति प्रश्नः तर्हि अग्रे सुनील् महोदय भवान् पठति वा एतावत्पर्यन्तं स्पष्टं वा तत्र प्रश्नः अस्ति चेत् कृपया पृच्छतु स्पष्टं भगिनि स्पष्टमेव अत्र इदानीं नवनैयायिकानां मतमस्ति अत्र सर्वं भेदः इति एव तेषां मतमस्ति अतः प्रश्नः अस्ति किमर्थं पृथक्त्वस्य आवश्यकता इति सत्यं किमर्थं पृथक्त्वस्य आवश्यकता का आवश्यकता नास्ति पृथक्त्वस्य आवश्यकता नास्ति इति सत्यं नव्यनव्यायिकानां मतं तथा अस्ति इत्युक्ते यत्र यत्र भेदेन निर्वाहः भवति यत्र पृथक्त्वेन निर्वाहं कर्तुं न शक्नुमः तत्र भेदः इति वदेम तर्हि यत्र पृथक्त्वेन निर्वाहः भवति तत्रापि भेदः एव स्वीकुर्मः किमर्थं पृथक्त्वम् इति गुणः तस्य आवश्यकता का इति तेषां प्रश्नः अस्तु अस्तु तर्हि पठतु महोदय पुनः प्राचीनानां मतमनुसृत्य विभक्तिभेदः इति अस्माभिः अवलोकितः घटः पटो न इत्यनेन भेदस्थले प्रतियोग्य अनियोगितवाचकपदयोः प्रथमाविभक्तिः किन्तु घटः पटात् पृथक् इत्यनेन पृथक्तस्थले अवधिवाचकपदात् पञ्चमी आश्रयवाचकपदात् प्रथमा तत्र नव्यैः उत्तररूपेण प्रोक्तं यत् प्रक्रियावशात् प्रयोगभेदेन न अर्थभेदः न सिध्यति इदानीं पुनः प्राचीनानां मतं वयं पश्यामः चेत् अत्र पृथक्त्वं भेदः इति तो भिन्नो इति एव अतः तत्र घटः पटः न इति आकारं स्वीकृत्य तत्र भेदस्थले प्रथमाविभक्ति एव उपयुज्यते अत्र प्रतियोगी अनियोगी वाचक पदयोः मध्ये परन्तु अत्र घटः पटात् पृथक् इति वाक्ये पृथक्तस्थलं पृथक्तवाक्यम् इति एव अस्ति अत्र एकक्षणं महोदय क्षम्यतां घटः पटौ न इति तत्र प्रतियोगी कः अनियोगी कः किञ्चित् स्मारयतु अत्र प्रतियोगी इत्युक्ते किम् अनियोगी इत्युक्ते किम् अपि च अस्मिन् वाक्ये प्रतियोगी कः अनियोगी कः इति प्रतियोगी इत्युक्ते अत्र पूर्वं वयं दृष्टवन्तः अत्र यत्र अधिकरणस्य विषयं वदामः तत्र अधिकरणस्य अन्य पदमस्ति शब्दमस्ति शब्दः अस्ति अनियोगिता इति अनियोगी इति अतः भूतलं घटः भूतले अस्ति इति वदामः चेत् अत्र भूतलम् अनियोगी इति आसीत्, अथवा भूतलं घट अनियोगी इति. तदेव किल सत्यम्. इदानीं घटः पटः न इति वाक्ये तर्हि अनुयोगी कः प्रतियोगी कः? अत्र पुनः प्रतियोगी अस्ति घटः, पटः अस्ति अनियोगी. किमर्थं किञ्चित् इतोपि किञ्चित् वदतु तर्हि अत्र. अत्रापि अस्तु एकक्षणं, घटः पटः न इति वदामः चेत् कस्य भेदः कुत्र अस्ति तत्प्रथमं वदतु. घटस्य भेदः पटे अस्ति. अस्तु पूर्वं पश्यतु, घटः पटौ न इत्युक्ते तत्र घटस्य भेदः पटे अस्ति इति वा? इति चिन्तयामि अहम्. घटः पटः न इत्युक्ते किम्? अस्तु घटः पटः न इत्युक्ते तत्र अवधिवाचकपदम् उपयुज्य वदामः चेत् कथं वदामः? घटभेदः पटनिष्ठः वा इति वा? अत्र इत्युक्ते पट अहं चिन्तयामि पटमिति अनियोगी इति, अतः घटनिष्ठ पट अनियोगी इति. तर्हि घटः पटः न इत्युक्ते आम् यद् महोदय वदति तत् सम्यक् एव, तत्र चिन्ता नास्ति. तत्र किञ्चित् घटः हा तर्हि तत्र घटः पटो न इत्युक्ते तत्र न इति पदं यस्य अनन्तरम् आगच्छति तदेव साधारणतया अनुयोगी इति तत्र किञ्चित् किं वदामः तत्र शार्ट्कट् रूपेण हा तत्र किञ्चित् तत्र मनसि निधाय तर्हि तत्र घटः पटः न इत्युक्ते तत्र घटे पटभेदः इति एव भवति वस्तुतः. तर्हि घटः इति अनियोगी, क्षम्यतां पटः इति घटभेदः पटे, तर्हि पटः इति अनियोगी, घटः इति प्रतियोगी. पूर्वं भवती उक्तवती अत्र घटः न पटः इति, तत्र घटः अनियोगी भवति, पटः प्रतियोगी भवति. सत्यम् इत्युक्ते न इति पदं यस्य अनन्तरम् आगच्छति तत् सर्वदा अनियोगी भवति. तदहं स्मरामि तदेव. उत्तमं महोदय. हा तर्हि घटः पटः न इत्युक्ते तत्र घटाभावः पटे इति अपि वयं चिन्तयितुं शक्नुमः. घटाभावः पटे इति चिन्तयामः चेत् तत्र किञ्चित् स्पष्टं भवति खलु, यस्य अभावः तदस्ति प्रतियोगी इत्युक्ते घटः प्रतियोगी, कुत्र अस्ति तदस्ति अनियोगी इत्युक्ते पटः इति अनियोगी. उत्तमम्. अत्र पुनः अस्ति घटः पटात् पृथक् इति, अत्र पृथक्त्व वाक्यमिति अस्ति. अत्र तु पञ्चमी च प्रथम विभक्ते उपयुज्य एव अस्ति. अत्र अनन्तरं तत्र नव नवनैयायिकानां मतमस्ति अत्र प्रयोगभेदेन अर्थभेदः न भवति, सर्वं केवलं भेदः एव इति. तत्र प्रयोगद्वयमस्ति, घटः पटः न अथवा घटः पटात् पृथक् इति. तेषां मतमस्ति तत्र अन्य किमपि भेदः नास्ति, केवलं प्रयोगमेव इति. इत्युक्ते तत्र प्रक्रियावशात् अर्थभेदः न भवति इति खलु? इत्युक्ते प्रक्रिया इत्युक्ते अत्र घटः पटः न इति यदा उपयोगं कुर्मः, अत्र प्रतियोगी अनुयोगी द्वयोः अपि प्रथमा विभक्तिः भवति, परन्तु घटः पटात् पृथक् इति गच्छ इति वदामः चेत् तत्र, अथवा घटः पटात् भिन्नः इति वदामः चेत् तत्र तु अवधिवाचकस्य पञ्चमी अपि च प्रथमा इति आगच्छति. इत्युक्ते तर्हि तत्र यत्र यः आश्रयः अस्ति इत्युक्ते अनियोगी अस्ति, तत्र प्रथमा अपि च अवधिवाचकपदस्य पञ्चमी इति अस्ति चेत् अत्र यद्यपि विभक्तिभेदः अस्ति इत्युक्ते प्रक्रियाभेदः अस्ति, तथापि अर्थभेदः तस्मात् न आगच्छति इति कृत्वा तर्हि तयोः मध्ये तत्र घटः पटात् पृथक् अथवा घटः पटः न इति तयोः मध्ये तत्र अर्थभेदः नास्ति इति तेषाम् अत्र समाधानम्. इत्युक्ते प्रश्नः तत्र भिन्नविभक्तिकत्वेन तत्र भेदः अस्ति वा इति प्रश्ने कृते तेषां समाधानमस्ति तथा नास्ति, एतत्तु केवलं प्रक्रिया मात्रम्, अर्थः तु समानः एव इति. इत्युक्ते एकः एव अर्थः परन्तु भिन्नभिन्नरीत्या वक्तुं शक्नुमः इति कृत्वा तत्र विभक्तिभेदः वर्तते इति तेषाम् आशयः. अग्रे अग्रे पठामि वा? हा पठतु महोदय. ततः अग्रे देवदत्तमहोदयाः वदन्ति, अतः एवं वाच्यं यस्मात् आरभ्य संयोगस्य विस्तृता चर्चा जायते. अस्माभिः अपि अस्मिन् संयोगविषये सम्पूर्णतया परिशीलनं कृतम्. अधुना तस्य फलं द्रष्टव्यं. प्रसङ्गवशात् पृथग् आश्रयाश्रितत्वशब्दः अस्माभिः ज्ञातः. तत्र पृथगाश्रय आश्रितयोः एव युतसिद्धयोः संयोगः सम्भवति इति दृष्टम्. यथा घटभूतलयोः प्रथमाश्रयाश्रितत्वं युतसिद्धत्वं च, अतः तयोः संयोगो जायते. किन्तु पृथग् आश्रयाश्रितत्वं यत्र नास्ति तत्र संयोगः न सम्भवति. यथा घटकपालयोः पृथग् आश्रयाश्रितत्वं युतसिद्धत्वं न च नास्ति, अतः तयोः संयोगो न जायते. अत्र पुनः युतसिद्धत्वस्य च पृथगाश्रयाश्रितत्वं च संयोगविषये एव अत्र वयं पूर्वं तद् दृष्टवन्तः इति एव अस्ति. अत्र संयोगविषये यत्र पृथग् आश्रय आश्रितत्व भवति तत्र युतसिद्धत्वं भवति, अतः युतसिद्धयोः मध्ये एव संयोगः सम्भवति. यथा घटपूतलयोः मध्ये अस्ति, यत्र युतसिद्धत्वं नास्ति अथवा पृथग् आश्रय आश्रितत्वं नास्ति तत्र संयोगः न सम्भवति इति, अत्र संयोगः न जायते. उदाहरणं गृहकपालयोः मध्ये इति अत्र युतसिद्धत्वं नास्ति इति. सम्यक्. पुष्पा भगिनी भवती अग्रे पठति वा? अस्तु भगिनि. अधुना अस्ति न अधुना सत्यम् अधुना आयाति अस्माकं मुख्यबिन्दुः येषु विषयेषु पृथगाश्रय आश्रितत्वम् इत्यस्य स्थाने किमर्थं भिन्नाश्रय आश्रयाश्रितत्वम् इति न स्यात्. भिन्नाश्रय आश्रितत्वम् इति वदामः चेत् कापि हानिः वा वारं वारं पृथगाश्रयाश्रितत्वम् इति रटामः अग्रे गत्वा भिन्नाश्रयाश्रितत्वम् इत्येव रटामश्चेत् सम्यक् इति अस्मिन् पाठे प्रमुखप्रश्नः. रटामः तु पाटर् किं रटामः रटामः इत्युक्ते वारं वारं वदामः वारं वारं वदामः रटनम् इति अस्ति खलु रिपीट् न हा सत्यं रटनम् इति अस्ति खलु तदेव अहं न तु कहिबि ऐ मीन् ऐ नेवर् हर्ड् आफ् इट् ओके अधुना इति अस्माकं मुख्यबिन्दुः किम् इति अग्रे पठामः. प्रगताश्रय आश्रितत्वम् इति अस्य स्थाने किमर्थं भिन्नाश्रय आश्रितत्वम् इति न अस्ति इति भिन्नाश्रय आश्रितत्वम् इति हानिः अस्ति वा कापि हानिः अस्ति वा इति अग्रे पठामः. अस्ति इत्युक्ते तत्र यत्र पृथगाश्रय आश्रितत्वम् इति वदामः तत्र पृथक् इति पदस्य स्थाने भिन्नः इति पदम् उपयुज्य भिन्नाश्रय आश्रितत्वम् इति वदामः चेत् तस्मात् किमपि नष्टः जातः वा इत्युक्ते तस्मात् किमपि तत्र अर्थभेदः भवति वा तत्र किमर्थं पृथगाश्रय आश्रितत्वम् इति अस्माकं पुनः इति अस्माकं पुनः पुनः पठनं जातं किमर्थं भिन्नाश्रय आश्रितत्वम् इति नास्ति इति प्रश्नः. तस्य अवगमनम् अस्ति चेत् तत्र एतस्य अवगमनं सर्वं प्राप्तम् इत्युक्ते तदेव अस्माकं विषयः खलु पृथक्त्वम् अपि च भेदः तयोः मध्ये भेदः कः इति एव अस्माकं विषयः. तर्हि पृथगाश्रय आश्रितत्वम् अपि च भिन्नाश्रय आश्रितत्वं तयोः मध्ये भेदः कः इति अवगतवन्तः चेत् अस्माकं प्रमुखविषयः यः अस्ति तस्य अवगमनं तु प्राप्तम् इति तत्तु मुख्यबिन्दुः हा तदेव अस्माकं मुख्यबिन्दुः अस्ति. इतः अग्रे यल् लिखितं यत्र अग्रे यत् लिखितम् अस्मिन् प्रसङ्गे विद्याधर्यां तस्मिन् अनेके परिभाषिका शब्दाः सन्ति गम्भीरविचाराः न गम्भीर न गभीरविचाराः च गम्भीरविचाराः च गभीरविचाराः गम्भीरविचाराः अतः विषयस्य न गभीर एव भगिनि गभीरविचारः गभीरविचारः अस्तु अस्तु मम तु गभीर इत्युक्ते घन इत्युक्ते हा गण हा गण इत्युक्ते तत्र गण गभीरविचारः अथवा हा गाढविचारः इति वदामः खलु तथा इत्युक्ते तत्र सम्यक्. अतः विषयस्य अवगमनार्थं प्रथमतया सरलरीत्या पृथक्त्वभेदयोः प्रसङ्गे काचित् चर्चा अत्र भवतु. सर्वप्रथमं पृथक्त्वं नाम किं, भेदश्च नाम कः इति अवगच्छेम. अनेन तयोः मध्ये भेदः कः इति मनसि स्पष्टं भवतु. तदा विद्याधर्या किं लिखितम् अस्ति इत्यस्मिन् विषये अस्माकं प्रबोधः अवश्यं जायेत. अस्तु, अत्र अत्र अग्रे लिखितं लिखितं अस्मिन् प्रसङ्गे अनेकपरिभाषिकशब्दाः विद्याधर्याम् अस्ति सन्ति. गभीरविचाराः तु गाढविचाराः, गाढसंस्काराः च सन्ति. विषय इत्युक्ते अवगच्छति वा, गाढविचारः इत्युक्ते किम् इति अवगच्छति वा? इत्युक्ते अधिकविचारः अत्र अस्तु. अस्तु, आङ्ग्लभाषा मास्तु भगिनि, तत्र न हा अग्रे वदतु. आङ्ग्लभाषा मास्तु, आङ्ग्लभाषा अतः विषयस्य अवगमनार्थं प्रथमतया सरलरीत्या पृथक्त्वभेदयोः प्रसङ्गे काचित् चर्चा अत्र भवतु. अत्र पृथक्त्वभेदयोः प्रसङ्गे चर्चिता अकुर्मः सरलरीत्या अवगमनार्थे सर्वप्रथमं पृथक्त्वं नाम किं, भेदः नाम कः इति अवगच्छेतुं शक्नुवन्ति चेत् अग्रे गन्तुं शक्नुमः. अनेन तयोः मध्ये भेदः कः इति मनसि स्पष्टं भवतु. आवां स्पष्टं करणीयः इदं विचारम् इत्युक्ते तत्र प्रथमं तत्र पृथक्त्वम् इत्युक्ते किं, भेदः इत्युक्ते कः इति अवगच्छामः चेत् तदनन्तरं तयोः मध्ये भेदः कः इत्यस्य अवगमनं किञ्चित् सुलभं भवति खलु. प्रथमं भेदः इत्युक्ते कः, पृथक्त्वम् इत्युक्ते किम् इत्येव अस्माकं मनसि स्पष्टता नास्ति चेत् अस्मिन् विषये एव तत् सम्यक्, तर्हि तत्र तयोः मध्ये भेदः कः इति अवगन्तुं न शक्नुमः इति कृत्वा प्रथमं किञ्चित् तस्य विषये पठेम, तदनन्तरं तयोः मध्ये भेदः कः इति पश्यामः. अग्रे पठामि, पठतु भगिनि. विषयपरिचयः. कपाले यदा क्रिया जायते तया क्रियया कपालस्य भूतलेन सह संयोगः भवति. अधुना तस्मिन् एव कपाले घटः अस्ति. कपाले घटः अस्ति परन्तु कपालस्य घटेन सह संयोगः कुतः न जायते इति प्रश्नः कुतः न जायते. तस्य समाधानम् उच्यते पृथग् आश्रित आश्रितया न आश्रितयोः एव पृथक् पृथक् आश्रयाश्रितयोः एव संयोगः भवति. अत्र वेदेन निर्वाहः न भवति. कपालस्य च घटस्य च भेदः तु अस्ति. कपालस्य च भूतलस्य च अपि भेदः अस्ति. परन्तु यौ पृथक् आश्रयाश्रितौ इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते व्याप्रियते तयोः एव पृथक् इति व्यवहारः भवति. अग्रे उदाहरणानि परिशीलित्वा इमं विषयं बोधिष्यामः. कपाले यदा क्रिया जायते तया क्रियया कपालस्य भूतलेन सह संयोगः भवति. कपाले यदा क्रिया जायते तत्तु किं करोमि. क्रिया अस्ति कपाले क्रिया अस्ति तया क्रियया तया क्रियया कपालस्य भूतलेन सह संयोगः अस्ति. कपालस्य भूतले संयोगः भवति. सः संयोगः कीदृशसंयोगः कपाले क्रिया भवति क्रियया संयोगः भवति कपालभूतलयोः तर्हि सः संयोगः कीदृशसंयोगः क्रियासंयोगः न क्रियासंयोगः कर्मजः संयोगः खलु कर्मजः संयोगः कर्मजः कर्मजः संयोगः कर्मजः संयोगः अधुना तस्मिन् एव कपाले घटः अस्ति. तस्मिन् एव कपाले घटः अस्ति कपाले घटः अस्ति कपालः संयोगः अस्ति कपालयो घटे संयोगेन अस्ति न संयोगेन अस्ति अस्ति न परन्तु अत्र अत्र वदति न जायते न एकक्षणं भगिनि एकक्षणं भगिनि तत्र कपाले घटः अस्ति खलु कपाले घटः अस्ति इति कृत्वा कपालस्य घटेन सह संयोगः भवति वा घटे कपालः अस्ति घटे कपालः वा कपाले घटः वा द्वे कपाल कपालयोः कर्मजः संयोगेन घटः अस्ति घटसंयोगः अस्ति तत्तु घटः कारणं न एकक्षणं भगिनि एकक्षणं क्रमेण गच्छामः. प्रथमं घटे कपालः वा कपाले घटः वा तद् वदतु. घटः कपाले अस्ति वा कपालः घटे अस्ति वा एतत्तु अस्माकं प्रथमसोपानमस्ति. तत्र भवत्याः स्पष्टता नास्ति चेत् अग्रे गन्तुमेव न शक्नुमः. घटे कपालः अस्ति तत्तु मम अवगच्छामि. अस्तु तर्हि रामप्रिया भगिनी भवती किञ्चित् साहाय्यं करोति वा? कपाले कटः, कपाले कटः अस्ति, कपालः अवयवः, कटः अवयविः. कपाले अस्तु अस्तु कपाले घटः अस्ति. कपाले घटः किमर्थमस्ति भगिनि वदतु. अवयवः कपालः अवयवः, घटः अवयवी अवयवी. तर्हि अवयवी अवयवे खलु, न तु विपरीतम्. परन्तु कपालस्य घटेन सह संयोगः कुतः न जायते इति प्रश्नः. तत्तु मम न अवगच्छम्. रामप्रिया भगिनी भवती किञ्चित् सहायं करोति वा? अत्र एकक्षणं भगिनि, रामप्रिया भगिनी वदतु. आम्, यदा वयं कपाले घटः अस्ति इति प्रथमम् अस्ति, अनन्तरं परन्तु कपालस्य घटेन सह कुतः संयोगः न जायते इति प्रश्नः. किमर्थं संयोगः कपालस्य घटेन सह न जायते? कपालस्य भूतलेन सह संयोगः भवति, कपाले घटः अस्ति, परन्तु कपालस्य घटेन सह संयोगः किमर्थं न भवति इति प्रश्नः. यतोहि कपाले क्रिया जाता. न एकक्षणं भगिनी, पुष्पा भगिनी किञ्चित् तत्र रामप्रिया भगिनी सम्पूर्णं तस्य क्रमः खलु इदानीं सा वदन्ती अस्ति, तदनन्तरं भवत्याः प्रश्नः अस्ति चेत् पृच्छतु. प्रथमं कपालः भूतलेन सह संयोगः भवति इति अस्ति, क्रिया जातः, अतः कपालः कपालस्य भूतलेन सह संयोगः भवति. कपाले घटः अस्ति द्वितीयं, परन्तु कपालस्य घटेन सह संयोगः न भवति, किमर्थम् इति प्रश्नः. तस्य समाधानमेव. एकक्षणं भगिनि, क्षम्यताम्, एकक्षणं भगिनि. पुष्पा भगिनी इदानीं प्रश्नः अवगतवती वा? प्रश्नः कः इति अवगमन प्रश्नः अवगम्यते प्रश्नः. प्रश्नः किम् अवगच्छामि, कथम् अत्र अस्ति न अवगच्छामि. अग्रे पठामि चेत् अर्थम् आगच्छति. अस्तु एकक्षणम्, अस्तु तर्हि शृणोतु किञ्चित्. रामप्रिया भगिनी भवती वदतु. आम्, यदा समाधानम् अस्ति उत्तरस्य, पृथग् आश्रय आश्रितो आश्रय आश्रितोः एव आश्रितयोः एव संयोगः भवति इति. यदा कपालः भूतलः अस्ति चेत् तस्य पृथग् आश्रय आश्रितयोः अस्ति द्वयोः, अतः तस्य संयोगः भवति. कपालस्य पृथग् आश्रयः स्व अवयवः, भूतलस्य पृथग् आश्रयः स्व अवयवः अस्ति, तस्य संयोगः भवति. परन्तु कपालघटयोः पृथग् आश्रय आश्रितौ नास्ति, अत्र संयोगः न भवति. अत्र भेदेन निर्वाहो न भवति इति अस्ति. अत्र अस्य समाधानं यदा कपालघटयोः संयोगः न भवति इति प्रश्नस्य उत्तरं भेदेन तस्य निर्वाहः न भवति. कपालस्य च घटस्य च भेदः तु अस्ति एव. कपालः भिन्नपदार्थः, घटः भिन्नपदार्थः, तस्य भेदः तु अस्ति एव. कपालस्य च भूतलस्य चापि भेदः अस्ति. कपालः भिन्नपदार्थः, भूतलः अपि भिन्नपदार्थः, तस्य तयोः मध्ये अपि भेदः अस्ति एव. परन्तु यौ पृथग् आश्रय आश्रितौ इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते, तयोः एव पृथक् इति व्यवहारो भवति. कुत्र पृथक् इति व्यवहारः भवति इत्युक्ते यत्र यौ पृथक् आश्रय आश्रितौ अस्ति, यथा कपालभूतलयोः पृथक् आश्रय आश्रितौ अस्ति इत्युक्ते आकाशदेशः भिन्नः इत्युक्ते कपालः एकस्मिन् स्थले भिन्नस्थले अस्ति, भिन् उपाधिभेदः अस्ति चेत् तस्य एव पृथक् इति व्यवहारं कर्तुं शक्नुमः. व्याप्रियते इति पदस्य अर्थः किं भगिनि? व्याप्रियते इत्युक्ते यस्मिन् स्थले अस्ति इति स्थले एव यस्मिन् अग्रे उदाहरणानि परिशील्यं. आकाशदेशे इति एव किल उपाधिभेदः अस्ति. सत्यं सत्यम् इत्युक्ते तत्र यस्मिन् स्थले इदानीं कपा अस्ति तस्मिन् स्थले भूतलम् अस्ति इति न वक्तुं शक्नुमः खलु. इत्युक्ते यस्मिन् स्थलं व्याप्य कपालः तिष्ठति तस्मिन् स्थलं व्याप्य एव भूतलं न तिष्ठति, परन्तु घटः तु तत्रैव अस्ति. इत्युक्ते घटकपालयोः मध्ये आकाशदेशभेदः नास्ति. कपालः घटे क्षम्यतां घटः कपाले अस्ति इति कृत्वा अत्र यस्मिन् स्थले कपालः अस्ति तस्मिन्नेव स्थले एव घटः अपि, परन्तु भूतलं कपालः इति स्वीकुर्मः चेत् तयोः मध्ये तादृशसम्बन्धः नास्ति. तर्हि यत्र कपालः अस्ति तत्र भूतलं नास्ति खलु, तस्मिन्नेव आकाशदेशे भूतलं न इति न वक्तुं शक्नुमः. तदर्थमेव तत्र किमर्थम् एतत् सर्वम् आगतम् इत्युक्ते तत्र पूर्वं वयं अस्माकं प्रश्नः किम् आसीत्, अस्माकं प्रश्नः आसीत् तत्र कपालभूतलं कपालः भिन्नः भूतलं भिन्नं, तत्वत् कपालः भिन्नः घटः अपि भिन्नः इति कृत्वा यथा कपालभूतलयोः मध्ये संयोगः भवति तद्वत् कपालघटयोः मध्ये अपि भवितुं शक्नोति वा इति. तत् किमर्थम् आगतं, यतोहि पृथक्त्वं भेदः तयोः मध्ये भेदः नास्ति चेत् तर्हि भेदः एव पृथक्त्वम् इति अस्ति चेत् कपालभूतलमपि भिन्न कपालभूतलौ अपि भिन्नपदार्थौ तद्वत् कपालघटौ अपि भिन्नपदार्थौ, तर्हि घटकपाल क्षम्यतां कपालभूतलयोः संयोगः भवति चेत् किमर्थं कपालघटयोः मध्ये संयोगः नास्ति इति प्रश्नः. तत्र एव तस्य समाधानमस्ति, तथा नास्ति, तत्र भिन्नदेश आकाशदेशव्याप्तित्वं भवेत् तत्रैव तत्र पृथक्त्वम् इति वक्तुं शक्नुमः. पृथक्त्वम् अस्ति चेदेव संयोगः भवति इति अत्र प्रमुखविषयः. पुष्पा भगिनी इदानीम् अवगच्छति वा? आम् आगच्छामि. तर्हि रामप्रिया भगिनी भवती एव अग्रे पठतु, अत्र पृथक्त्वम् इति अस्ति खलु. आम्, पृथक्त्वम्. एका कपालिका वामहस्ते स्थापिता, दक्षिणहस्ते कपालः स्थापितः, तथा किम् उच्यते? इयं कपालिका कपालात् पृथक्, अधुना केवलं घटः अस्ति, स च कुत्र? कपाले. कपालं विना घटः भवति वा? न भवति. स च कपालः कपालिकायां, कपालिकां विना कपालः भवति वा? न भवति. तर्हि यत्र घटः अस्ति तत्र कपालः अपि अस्ति, कपालिका अपि अस्ति. एतादृशेषु स्थलेषु वक्तुं प्रभवामः वा यत् कपालः घटात् पृथक्, कपालिका कपालात् पृथक्? कुतः? प्रथमदृष्टान्ते द्वितीयदृष्टान्ते च किं वैलक्षण्यम्? यत् अत्र पृथक्त्वम् इति विषये प्रथमं वामहस्ते एका कपालिका, दक्षिणहस्ते एकः कपालः. तत्र वयं वक्तुं शक्नुमः वा इयं कपालिका कपालात् पृथक् इति? अधुना केवलं घटः अस्ति. इत्युक्ते घटः कुत्र अस्ति इत्युक्ते घटः तु कपाले अस्ति. कपालं विना घटः न भवति. कपालः कुत्र अस्ति इत्युक्ते कपालिकायाम् अस्ति. कपालिकां विना कपालः अपि न भवति. यत्र घटः अस्ति तत्र कपालः अपि अस्ति, कपालिकामपि अस्ति, कपालिका अपि अस्ति. तत्र तादृशेषु स्थलेषु कपालः घटात् पृथक्, कपालिका कपालात् पृथक् इति वयं वक्तुं शक्नुमः वा इति अत्र प्रश्नः अस्ति. कपालः घटात् पृथक्. तर्हि यत् प्रथम उदाहरणम् अस्ति अपि च द्वितीय उदाहरणं, तयोः मध्ये भेदः कः? प्रथम उदाहरणे कपालः भूतल तद् उदाहरणं किल? न न न अस्मिन्नेव वामहस्ते. वामहस्ते दक्षिणहस्ते इत्युक्ते तद् अहं चिन्तयामि पृथक् पृथक् द्वौ कटौ इति. सम्यक्. तदानीम् एका कपालिका अत्र एकहस्ते एकस्मिन् हस्ते द्वितीयहस्ते अस्ति इति. परन्तु यदा तदपि घटः अस्ति चेदपि तस्य अवयवः तस्मिन्नेव अस्ति किल? आम्. अतः तत्र वयं प्रथम उदाहरणे एतत् कपालिका अन्य कपालात् पृथक् इति वक्तुं शक्नुमः. परन्तु यदा घटः अस्ति, पूर्णतया एकः घटः अस्ति चेत् तस्य अवयवः पृथक् पृथक् इति वक्तुं न शक्नुमः. एकः घटः एव. सत्यं, तदेव. इत्युक्ते प्रथम उदाहरणे तत्र कपाल द्वौ घटौ स्यात् अथवा कपालिका अपि च कपालः इति भिन्नभिन्नपदार्थः, भिन्नभिन्नद्रव्यं, द्वे द्रव्ये स्तः खलु. तर्हि एकहस्ते कपालिका, द्वितीयहस्ते कपालः इति. तर्हि भिन्नभिन्नपदार्थः इति कृत्वा अत्र कपालिका इति एकः पदार्थः, कपालः इति अपरः पदार्थः. तर्हि कपालः कपालिकात् पृथक् अथवा कपालिका कपालात् पृथक् इति वक्तुं शक्नुमः. परन्तु एकः एव घटः अस्ति चेत् तस्मिन्नेव घटे कपालः, क्षम्यताम्, इत्युक्ते तत्र घटः यत्र अस्ति तत्रैव कपालः, तत्रैव कपालिका अपि. इत्युक्ते कपालिकायाम् अस्ति कपालः, कपाले अस्ति घटः इति. तथा अस्ति चेत् अत्र कपालिका कपालात् पृथक् अथवा कपालः कपालिकात् पृथक्, तद्वत् कपालः घटात् पृथक् अथवा घटः कपालात् पृथक् इति वक्तुं न शक्नुमः. स्पष्टं वा? आं, स्पष्टम्. अग्रे भगिनि. यत्र केवलं घटः अस्ति स च घटः यद्यपि एकाकी किन्तु कपाले अस्ति एव. तस्यां दशायां घटकपालौ आकाशे भिन्नदेशे न स्तः. येन देश अवच्छेदेन घटः अस्ति तस्मिन् देशे एव कपाले अपि वर्तते, तद्देशे एव कपालिका अपि वर्तते. तस्मात् अत्र पृथक्त्वरूपगुणः न उत्पद्यते. अत्र कपालः घटात् पृथक्, कपालिका कपालात् पृथक् इति वक्तुं न शक्यते, यतोहि कपालः घटः च एकस्मिन्नेव देशे स्तः. पुनः कपालिका कपालः एकस्मिन्नेव देशे स्तः. एकस्मिन् देशे इति कारणतः पृथक् इति व्यवहारः न शक्यः. एतद् आम् तदेव. यत्र घटः अस्ति तद् एकाकी अस्ति चेत् तस्य कपालः कपाले अस्ति एव तस्य कपालिकायाम् कपालिका अपि कपाले अस्ति क्षम्यताम् एकायां कपालिकायां कपालः अस्ति तस्य दशायां घटकपालौ आकाशे भिन्नः इति वयं न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते घटः कपाले अस्ति एकस्मिन्नेव स्थले घटः अस्ति इति तत्तु एकाकी अस्ति इति देश अवच्छेदः घट अवच्छेदेन घटः अस्ति तस्मिन्नेव देशे कपालः अपि अस्ति कपालिका अपि तस्मिन्नेव देशे अस्ति अतः देश अवच्छेदं न कर्तुं शक्नुमः अस्मिन् प्रसङ्गे. अत्र इत्युक्ते किं भिन्न भिन्नता इत्युक्ते तत्र देशेन तत्र तादृश भेदं न स्थापयितुं शक्नुमः खलु. यतोहि यस्मिन् देशे कपालः अस्ति तस्मिन्नेव देशे कपालिका अपि घटः अपि अपि आम् पृथक्त्वरूपगुणः तत्र न एव उत्पद्यते. कपालः घटात् पृथक् वा कपालिका कपालात् पृथक् इति वयम् अत्र वक्तुं न शक्नुमः. किमर्थम् इत्युक्ते एकस्मिन्नेव देशे कपालिका कपालः घटः सः सन्ति क्षम्यताम् एकस्मिन् देशे इति कारणतः पृथक् इति न वक्तुं शक्नुमः. सम्यक्. तर्हि पुष्पा भगिनी भवती अवगच्छति वा एतत्? भवती अवगतवती वा? तर्हि किञ्चित् वदति वा अत्र किम् अस्ति इति. कपालिका तत्र न एकक्षणं तत्र अस्माकं तत्र उदाहरणद्वयं दृष्टवन्तः खलु. तर्हि तत्र द्वयमपि स्वीकृत्य कुत्र पृथक्त्वम् अस्ति कुत्र नास्ति किमर्थम् इति किञ्चित् वदतु. अत्र वामहस्ते कपालिका अस्ति चेत् अस्ति दक्षिणहस्ते कपालः अस्ति चेत् तत् कपालिका कपालात् पृथक् अस्ति. किमर्थं तत्तु पृथक् अस्ति न किमर्थं पृथक् अस्ति अत्र घटस्य विषय नास्ति न वामहस्ते कपालः अस्ति दक्षिणहस्ते कपालिका अस्ति चेत् कपालः कपालिका तत्र पृथक् इति कपालः कपालिकात् पृथक् इति किमर्थं वक्तुं शक्नुमः? अत्र अस्तु इदानीं कपालः अस्ति अस्तु कपालः कपालिकायाम् अस्ति खलु कपालिकाद्वयसंयोगेन कपालः जायते कपालः अस्ति तर्हि कपालः कपालिकायाम् अस्ति तदा एकः एव कपालः अस्ति कपालः अस्ति कपालस्य अधिकरणमस्ति कपालिका. इदानीं कपालः कपालिका कपालः कपालिका तर्हि तत्र कपालः कपालिकात् पृथक् इति वक्तुं शक्नुमः वा? अत्र न शक्नुमः. किमर्थं न सम्यक् एव अत्र न शक्नुमः एव किमर्थं न इति मम प्रश्नः. अत्र वदति किं अत्र वदति इति मास्तु भवत्याः अवगमनं किम् इति वदतु तत्र किमर्थम् अत्र न अवगमनं तु पृथक् नास्ति पृथक् नास्ति कपालिका कपालिकात् कपालः कपालिकात् ध्यान कपालः कपालिकात् पृथक् नास्ति. कपालः घटात् पृथक् अस्ति. कपालिका कपालात् पृथक् नास्ति. नास्ति न अत्र वदति किं किमर्थं न न अवगच्छामि. किम् अत्र एकवाक्यमस्ति न किमर्थम् इति न न अवगच्छामि. कपालिका तु पृथक् अस्ति, पृथक् नास्ति इति वदति. द्वे पङ्क्ति पङ्क्ति पङ्क्ते न. हरि ओम्, क्षम्यतां, मम काल् किञ्चित् कण्टिन्यू अभवत्. तर्हि मम प्रश्नः आसीत् भगिनि, अत्र कपाल यत्र कपालः कपालिकायाम् अस्ति तत्र किमर्थं कपालः कपालिका पृथक् इति न वक्तुं शक्नुमः इति आसीत् मम प्रश्नः. पृथक् पृथक् नास्ति. भवती तु उक्तवती एव पृथक् न न भवती तत्तु उक्तवती. मम प्रश्नः अस्ति किमर्थं किमर्थं तथा न वक्तुं शक्नुमः इति मम प्रश्नः. मम प्रश्नः अवगच्छति वा? किमर्थं न पृथक् पृथक् केन आधारेण न न केन केन पृथक् न न केन आधारेण तथा वक्तुं शक्नुमः इत्युक्ते तत्र कपालः कपालिकात् पृथक् इति वाक्यम् असम्यक् दोषपूर्णं खलु. यत्र कपालः अस्ति कपालः कपालिकायाम् अस्ति, अत्र कपालः कपालिकात् पृथक् इति वदामः चेत् तद्वाक्यम् असमीचीनं वाक्यं दोषपूर्णम् इति वदामः खलु. केन आधारेण तथा वक्तुं शक्नुमः? द्वे कपालिकाया संयोगेन कपालः अस्ति. सत्यं. पृथक् किमर्थम् न यद्भवती वदति सत्यं, परन्तु तत्र इतोपि एकः मुख्यबिन्दुः अस्ति खलु यद्वयम् इदानीं दृष्टवन्तः. तत्र आकाशदेशभेदः इति दृष्टवन्तः खलु, तदेव अस्माकं मुख्यबिन्दुः. इत्युक्ते यस्मिन् यस्मिन् आकाशदेशं व्याप्य कपालिका अस्ति तत्रैव कपालः अपि अस्ति. तर्हि तयोः मध्ये आकाशदेशभेदः नास्ति इति कृत्वा आकाशदेश तथा वक्तुं न शक्नुमः. तत्र भेद पृथक् इति वक्तुं न शक्नुमः. परन्तु इदानीम् एकः हस्ते कपालः अस्ति, अपरस्मिन् एकस्मिन् हस्ते कपालः अपरस्मिन् हस्ते कपालिका इति अस्ति चेत् अत्र किं भवति? अत्र कपालः भिन्नः कपालिका भिन्नः इत्युक्ते कपाल कपालस्य आकाशदेशः भिन्नः कपालिकायाः भिन्नः इति कृत्वा तत्र आकाशदेशभेदः वर्तते इति कृत्वा तत्र पृथक् इति वक्तुं पृथक् इति पदेन व्यवहारः भवति खलु. अत्र तु कपालः कपालिकात् पृथक् इति वक्तुं शक्नुमः. अवगच्छति वा? अस्तु अस्तु भवतु. तर्हि सुनील् महोदय अन्तिमपरिच्छेदः पठति वा अस्मिन् भागे. परन्तु तत्र एव यत्र केवलं घटः वर्तते स्वस्य कपालादिषु अवयवेषु, यद्यपि कपालः घटात् पृथक् इति व्यवहारो न सम्भवति, तथापि भेदः वर्तते. कपालिका अन्या, कपालः अन्यः, घटः अन्यः, तस्मात् भेदः अन्योन्याभावः वर्तते. परन्तु येषां देशभेदः यतः नास्ति, एकस्मिन्नेव देशः देशे घटः अपि वर्तते, कपालः अपि वर्तते, कपालिका अपि वर्तते, अतः पृथक्तरूपगुणः न उत्पद्यते. अत्र घटकपालयोः उदाहरणं पुनः स्वीकृत्य घटः स्वस्य कपाले अस्ति अथवा कपालादिषु इति स्वीकृत्य तत्र अवयवेषु अस्ति अतः कपालः घटात् पृथक् इति वक्तुं न शक्नुमः तत्र केवलं भेदः एव अस्ति इति तत्र इत्युक्ते कपालः अन्यः घटः अन्यः कपालिका अन्या इति अत्र भेदम् एव कल्पयितुं शक्नुमः इति तत्र अन्योन्य अभावः अपि अस्ति अत्र देशभेदः यत्र देशभेदः नास्ति एकस्मिन् देशे एव घटः अपि अस्ति कपालः अस्ति कपालिका अपि अतः तत्र पृथक्तरूपगुणम् आरोपयितुं न शक्नुमः इति तत्र भेदमेव आरोपयितुं शक्नुमः इति इत्युक्ते यद्यपि घटः कपाले कपालः कपालिकायाम् इति अस्ति तत्र घटः इति भिन्नं द्रव्यं कपालः इति भिन्नं द्रव्यं कपालिका इति अपि भिन्नं द्रव्यम् तयोः मध्ये भेदः तु वर्तते एव परन्तु पृथक्त्वं नास्ति यतोहि तयोः मध्ये आकाशदेशभेदः नास्ति इति कृत्वा अवगच्छति वा तत्र प्रश्नः अस्ति वा प्रश्नः नास्ति अस्तु अस्तु अत्र किञ्चित् गाढविषयः एव तर्हि तत्र किञ्चित् इतोपि चिन्तनं करोतु कुर्वन्तु अपि च तत्र पुनः एकवारं करपत्रमपि पठित्वा प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चां कृत्वा अग्रे सरेम अस्तु तर्हि धन्यवादः धन्यवादः शुभरात्रिः शुभरात्रिः